अस्तु तर्हि आर्धधातुक तकारादिकृत् प्रत्याहारि तव्य तुमुन् तृच् इति पाठः पाठः अधुना प्रवर्तमानः अस्ति. तर्हि आर्धधातुकप्रक्रिया यत्र भवति तत्र इडागमचिन्तनं करणीयम् इति वयं दृष्टवन्तः. तर्हि इडागमस्य कृते इडागमनिर्णेतुं तु तत्र विधायकसूत्रं भवति एकाच उपदेशे अनुदातात् इति सूत्रेण. एकाच् धातुषु अनुदाताः ये सन्ति ते तु अनिटः भवन्ति, अनन्तरं उदात्तः स्वरिताः सेतः भवन्ति इति. तदनन्तरं प्रत्यानां इडानुकूलचिन्तनं कथम् इत्युक्ते तत्र तु यदि इदन्तप्रत्ययाः सन्ति चेत् सामान्यसूत्रमस्ति आर्धधातुकस्य इड् वलादेः इति. अनन्तरं यत्र कृत्प्रत्ययः अस्ति यदि कृत्प्रत्ययः वशी अस्ति चेत् तत्र इडागमः न भवति, नेड् वशीकृति इति. अनन्तरं तृतीयसूत्रमपि विधायकसूत्रमस्ति ती तु त्र थ थ सि सुसरकसेषु च इति सूत्रेण. तत्रापि एतेषु किम् उक्तेषु प्रत्यये परे तत्र इडागमः भवति इति. तर्हि अधुना तु तृच् तव्यत्तुमन् इति प्रत्ययत्रयस्य चिन्तनं भवति. तृच् प्रत्ययस्य विधानं केन सूत्रेण इति पश्यामः चेत् नूळ् तृचौ इति कर्तरीकृत् इति अध्याकृतं भवति तत्र कर्तरीकृतौ इति भवति. तर्हि नूळ् तृचौ इति सूत्रेण सर्वेभ्यः धातुभ्यः नूळ् च तृच् प्रत्ययः विहितौ भवतः इति. कर्तृते भवति कर्तरीकृत् इति सूत्रेण. तदनन्तरं तुमन् प्रत्ययस्य विधानं तु तुमोन्वळौ क्रियायां क्रियार्थायाम् इति सूत्रमासीत्. तत्र नूळ् तुमुन् अनन्तरं नूळ् प्रत्ययस्य अपि विधानम्. तर्हि नूळ् प्रत्ययस्य सूत्रद्वयेन विधानं भवति नूळ् तृचौ इति सूत्रेण, अनन्तरं तुमुन्वळौ क्रियायां क्रियार्थायाम् इति. नूळ् तृचौ इति सूत्रेण कर्तृत्वे भवति, तुमुन्वळौ क्रियायां क्रियार्थायाम् इत्यस्मिन् तु तत्र उपपदरूपेण आगत्य तत्र रूपेण तत्र तुमुञ्च नुल् प्रत्ययस्य विधानं भवति इति. अत्र क्रियार्था तत्र किं भवति इत्युक्ते भविष्यदर्थे इति स्मर्तव्यम् अत्र तु. तर्हि तत्र पठनार्थं गच्छति, तत्र पठितुं गच्छति इति गमनक्रिया क्रियार्थाक्रिया पट् धातुतः तुमुन् प्रत्ययः विधीयते. गमनक्रिया तु तत्र उपपदं भवति इति. तदनन्तरं तथा एव पाचकः गच्छति इत्युक्ते सः पक्तुं गच्छति इति अर्थः भवति अत्र तु, यत्र नूळ् प्रत्ययः भवति. अत्र केन कथं वयं जानीमः तत्र क्रियायां क्रियार्थायाम् इति तत्र उपपदं उपपदसंज्ञा केन सूत्रेण भवति इत्युक्ते तत्रोपपदं सप्तमीस्तम् इति सूत्रेण क्रियार्थायां क्रियायां यत्र क्रियार्थाक्रिया या भवति तस्य उपपदसंज्ञा भवति इति. तदनन्तरं अग्रे वयं पठितवन्तः यत्र तुमन् प्रत्ययः भवति, तुमन् प्रत्ययः तु अभ्यसंज्ञकः भवति केन सूत्रेण इत्युक्ते कृन्मेजन्तः इत्युक्ते तत्र कृत् प्रत्ययः यत्र मकारान्तः अस्ति, मान्तः अस्ति, अनन्तरम् एजन्तः अस्ति चेदपि अभ्यसंज्ञकः भवति इति अनेन सूत्रेण उक्तं. तर्हि अधुना तुमन् तु मकारान्तः अस्ति इति कृत्वा तुम् इति आगच्छति इति कृत्वा मातः इति स्वीकृत्य अत्र मकारान्त यस्य सः इति कृत्वा तत्र अव्ययसंज्ञा प्राप्नोति, संज्ञां प्राप्नोति. तदनन्तरं तत्र समानकर्तृकेषु तुमुन् इति भिन्नसूत्रेण. तर्हि प्रथमं तुमुन् प्रत्ययस्य विधानं तु प्रथमसूत्रमासीत् तुमुन्नुळौ क्रियायां क्रियार्थायाम् इत्यनेन क्रियार्थाक्रिया यत्र उपपदरूपेण भवति तत्र तुमुन् प्रत्ययः भवति. अन्यथा तु समानकर्तृकेषु तुमुन् इत्यनेन अत्र किम् उक्तमस्ति, धातोः तुमुन् प्रत्ययः परस्य इच्छार्थेषु समानकर्तृकेषु यत्र इच्छार्थविवक्षायां तत्र धातोः अन्यधातुः अपि अस्ति चेत् यत्र समानकर्ता अपि अस्ति चेत् तत्र तु तुमन् प्रत्ययस्य विधानं भवति. अत्रापि इच्छार्थेषु समानकर्तृषु इति उपपदसंज्ञा भवति. उदाहरणार्थं पठितुम् इच्छामि, अत्र इच्छार्थाक्रिया अस्ति, तत्तु समानकर्तृक इच्छार्थाक्रिया अस्ति इति कृत्वा तस्य उपपदसंज्ञा, तर्हि तादृश यत् इच्छा इति यत्र भवति इच्छति इति तदा तु अन्यधातुः यः अस्ति ते तस्मात् परे तुमन् प्रत्ययः विधीयते इति कृत्वा तत्र पठितुं गच्छति इति वाक्यं भवति. तदनन्तरं अग्रे तु किमुक्तमस्ति, अस्तु इच्छार्थक्रियायाः कृते. तदनन्तरम् अधुना कति सप्ताहेपि पठितवन्तः, पुनः एकवारं पठामः भगिनि. अत्र अरुणा भगिनी पठति वा? महोदय, प्रश्नं वक्तुं समानकर्तृकेषु तुमुन् किमर्थं भविष्यकाल इति न दत्तम् इति प्रश्न. तदर्थमेव वयं तत्र अत्रैव उक्तम् आसीत् खलु, तत्र भविष्यत्काले पर्याप्तम् आसीत्. किमर्थं पूर्वतनसूत्रे एव पर्याप्तं खलु, किमर्थम् इत्युक्ते उदाहरणार्थं पुत्रः पठितुं पिता इच्छति इति भवति खलु, तर्हि तत्र तु पठितुमिति प्रयोक्तुं न शक्यते. पुत्रः पठतु इति पिता इच्छति इति तत्र भवति, तत्र तु पुत्रः पठितुं पिता इच्छति इति वक्तुं न शक्यते. किमर्थम् इत्युक्ते कर्ता तु भिन्नः अस्ति, यद्यपि भविष्यत्काले भवति तथापि कर्तृपदं यदा भिन्नं भवति तदा तु अस्य सूत्रस्य प्रसक्तिः न भवति खलु भगिनि, तथा अस्ति. समानकर्तृकेषु तुमुन् येषां कर्ता समानः तादृश इत्यार्थकधातूनां वयं पठितवन्तः खलु भगिनि, तत् सर्वं पठितवन्तः. काकदृश इति आरभ्य किं भगिनि, शाकदृश ततः आरभ्य खलु. ओके, शाक पुनः पठनीयं वा समानकर्तृ? न न भगिनि, हेमला भगिनि किम् कुतः पठामः? उचितमेव. ऐ एम् गेटिङ्ग् नाक्ट् औट् बै एक्सिस् ऐ ट्रै बै मै फोन् इफ् ऐ गेट् नाक्ट् औट् अगेन् ट्रै दो. शाकं शक इति अस्ति, शकद्वश क्षम्यतां, शक इति अरुणा भगिनी पठतु भगिनि. शक गृष् धकारः ओ शका द्रु दृश् अकारः अपि अस्ति खलु, दृश इति शक दृश अकारः उच्चारणार्थम् अकारः वर्तते. ओके, शकदृश ज्ञा ग्ला घट रभ लभ क्रम सह सह सः अहि अहि अस्ति अस्ति अस्ति अर्थेषु तुमुन् प्रत्ययः. अत्र केचन दातवः उक्तं शका दृश दृश ग्ला घट रभ लभ क्रम सः अहम् अर्ह अस्ति इति एषु अर्थेषु उपदेशु धातोः तुमुन् स्यात्. तत्र यत् तत्रोपपदं सप्तमीस्यम् इत्यस्य बलेन शकदृशज्ञाग्लाघटरभलभक्रम सः अर्ह अस्ति अर्थेषु इत्यनेन ये धातवः सूचिताः तेषाम् उपपदसंज्ञा भवति च तेषु उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययः विधीयते. अस्ति इति अर्थे येषां ते अस्ति अस्त्यर्थं बहुव्रीहिः शकश्च दृशश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अहश्च अस्यार्थेषु अत्याश्च तेषु एव धातुमात्रं तुमुन् प्रत्ययः विधीयते. अस्ति अर्थः येषां ते अस्तर्थं बहुव्रीहिः शाक् ओके अहं पठितवती तपेता दीर्घसूत्रक शकाग् कृश दृश धातवः सर्वे ते तु सप्तम्यन्तं तुमुन् प्रत्ययान्तप्रतिपदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुभूतिसहितं धातोः तुमुन् प्रत्ययः परश्च चकात् दृशघ्नाघ्लाघटरबलभक्रमशः अर्ह अस्ति अर्थेषु. ओके, तर्हि अत्र दीर्घसूत्रमस्ति. अत्र दातवत्तं तत्समये तुमन् इति प्रत्ययविधीयते. सख दातवः सख दृच्छ ज्ञाघट रब लब क्रमशः अर्ह अस्ति अर्थेषु उपदे उपप्रदसंज्ञा भवति. तदनन्तरम् अन्यधातुः तुमन् प्रत्ययः विधीयते. अत्र तत्र उपपदं सप्तमी हस्तम् अचनेन ये दातवः सूचितः तेषाम् उपसंज्ञा भवति च तेषु उपस्थितौ एव धातुमात्रा तुमन् प्रत्यय विधीयते. अत्र तत्र इति कारणेन अत्र कारणं सप्तमी उपपद अस्ति चेत् एव कार्यं भवति, अतः अथवा न भवति. ओके भगिनि, अस्तु भगिनि, अग्रिमपङ्क्ति विमला भगिनी आगतवती वा भगिनि? अधुना सम्यक् श्रूयते भगिनि. भोक्तुं श्रूयते किल? आं भगिनि. धृष्णोति भोक्तुम् इत्युक्ते खादनार्थं प्रवीणः, जानाति भोक्तुं खादनार्थं प्रवीणः, ग्लायति भोक्तुं खादनार्थम् असमर्थः, घटते भोक्तुं खादने योग्यः, आरभते भोक्तुं लभते भोक्तुम् इत्युक्ते भोजनं प्राप्नोति, प्रक्रमते भोक्तुं खादनस्य आरम्भं करोति, उत्सहते भोक्तुम् अर्हति भोक्तुम् अस्ति भोक्तुम् आहारः वर्तते, भवति भोक्तुं विद्यते भोक्तुम् इति एवमेव ये सर्वे अधिकतमं शक्नोति या प्रवीणः योग्यः समर्थः असमर्थः इत्येतावत् इत्येतेषाम् अर्थे इत्येतस्य अर्थे ये शब्दाः लिखिताः प्रयोगाः सन्ति. उत्सहति भोक्तुं तस्य उत्साहः अस्ति भोक्तुं, भोक्तुम् अर्हति अस्ति भोक्तुम् इत्युक्ते आहारः वर्तते, अत्र भोक्तुम् इत्युक्ते आहारः, भवति भोक्तुम् एवमेव विद्यते भोक्तुम् एतदपि एवमेव. भगिनी किं करोमि? व्याख्याकार्यसंज्ञा भवति खलु एतेषु वाक्येषु प्रयोगेषु इति अत्र अर्थेषु इति सप्तमी इदानीं समर्थामर्थ्येषु अत्र व्याख्याकारेषु मतभेदः अस्ति यत् अस्मिन् सूत्रे अर्थेषु इति अंशः अन्वयति सर्वेषु उक्तेषु धातुषु अथवा केवलम् अस्धातु. सिद्धान्तकौमुद्याम् उच्यते यत् अन्वयो भवति अस्ति इत्यस्मिन्नेव परन्तु अन्ये वैयाकरणाः प्रदर्शयन्ति यत् उदाहरणार्थं शक्नोति इत्यस्मिन् अर्थे पारयति इत्यस्य व्यवहारः लभ्यते साहित्ये. न पारयामि निवेदयितुम् इति निदर्शनम् इत्युक्ते न शक्नोमि इति. विद्धातुः ज्ञानार्थे अपि यथा न च वेद सम्यक् द्रष्टुं नस्था इति निदर्शनम्. अतः अर्थेषु इत्यस्य अन्वयः प्रायः सर्वेषु उक्तेषु धातुषु स्यात्. अत्र सूत्रस्य अन्तिमभागे अस्ति अत्र क्रमशः अर्ह अस्ति अर्थेषु इति अस्ति तस्य कः उद्देशरीति अस्मिन् परिच्छेदे उक्तम्. वैयाकरणेषु मतभेदः अस्ति. तत्र सिद्धान्तकौमुद्यां उच्यते यत् अर्थः केवलम् अस्ति इत्येव पदस्य अस्ति विद्यते भवति इति तस्मिन् अर्थे. न तस्य अन्यप्रदेशे तत् नास्ति अन्यप्रदेशपदानां पर्यायवाचकशब्देषु एतावत् न भवति, परन्तु अन्यवैयाकरणः उच्यन्ते यत् सर्वेषु शब्देषु तद् भवेत् इति, यतोहि यत्र उदाहरणार्थं शक्नोति इत्यस्मिन् पारयति इत्यपि तस्य अर्थः अस्ति, तस्य प्रयोगः अस्ति, पारयति इत्यस्य शब्दस्य प्रयोगः शक्नोति इत्यस्य अर्थे भवति, यथा न पारयामि निवेदयतु, न पारयामि गन्तुम् एतावता। तथैव ज्ञानार्थे यत् धातुमस्ति तदपि तथैव सुमुं तृतीयं प्रयोजित्वा तदपि तत्रापि तूं प्रत्यस्य प्रयोजनम् अस्ति, तत्र न च वेद सम्यक् द्रष्टुं न सा इति निदर्शनम्। अतः अर्थेषु इत्यस्य प्रायः सर्वेषु अत्र उक्तेषु धातुषु अस्ति इति अन्यानां वैयाकरणानां मतः अस्ति। समीचीनम्। अत्र अमेरिकादेशम् आगतवती वा भगिनि? अद्य आगतवती, तथापि अत्र उपस्थिता अस्ति, बहु धन्यवादः। पुनः वदति वा इति सूत्रस्य अर्थ शक्कदृश इति? हा, तत्र किम् इत्युक्ते अत्र तत्र एकं मतम् अस्ति, अत्र सूत्रं तु सूत्रे उक्तमस्ति, शख धृष न्याग्ला घट रभ लभ क्रमशः अर्ह अस्ति अर्थेषु इति सूत्रितम् अस्ति। तर्हि अत्र विवक्षा अस्ति, अत्र अर्थेषु इति पदं प्रत्येकस्य पदेन तत्र धातुना सह सङ्गच्छते वा, नो चेत् अन्तिम अस्ति इत्यनेन एव सङ्गच्छते वा इति भ्रमः जायते खलु। तत्रैव तत्र मतभेदः वर्तते वैयाकरणानाम्। एक तत्र केचनाः वदन्ति तत्र अस्ति इति पदेन एव अर्थ इति स्वीकर्तव्यम्, इत्युक्ते शक्नोति इति यत्र आगच्छति, साक्षात् शक्नोति इति आगच्छति चेदेव तत्र तुमन् प्रत्ययस्य विधानं भवति, न तु समानर्थक अन्यधातवः सन्ति चेत् तत्र न भवति। उदाहरणार्थम् अत्रैव पारयति इति उदाहरणमस्ति खलु, तर्हि अत्र पारयति इति अस्ति, तत्र तु तत्र जेतुं पारयति इति न वक्तुं शक्यते, किमर्थम् इत्युक्ते पारयति इति अत्र अस्मिन् सूत्रे न सूत्रितं खलु इति कृत्वा तेषां मतम्। अनेन सूत्रेण केवलम् एतेषां धातूनामेव तत्र उल्लेखः अस्ति इति, किन्तु आमाम् अत्र भिन्नमस्ति, भिन्नम् अन्ये वैयाकरणाः किं वदन्ति इत्युक्ते अत्र प्रायः तत्र यत्र समासः वर्तते तस्मिन् भवति खलु भगिनि, यत्र अनेकानि पदानि सन्ति अनन्तरम् अन्ते तु कश्चन पदम् आगच्छति, तत्तु प्रत्येकस्य पदेन प्रत्येकेन पदेन सह तस्य अन्वयः भवति इति किमपि सूत्रं कारणेन अहं मन्ये सूत्रं किम् आसीत् भगिनि? द्वन्द्व आदौ द्वन्द्व अन्ते द्वन्द्व मध्ये सर्वे सूत्रेण इति मतेन अन्ये वैयाकरणाः किं वदन्ति इत्युक्ते शक अर्थेषु, धृष अर्थेषु, ज्ञा अर्थेषु, ग्ला अर्थेषु, घट अर्थेषु इति स्वीकर्तव्यम्। इत्युक्ते शक इत्यस्मिन् यथा जेतुं शक्नोति इति वाक्यं भवति, तथा एव अत्रापि जेतुं पारयति इत्यपि साधु भवति इति तस्मिन् अर्थे शक अर्थे ये धातवः अन्यधातवः ये सन्ति तेषां सर्वेषां ग्रहणं भवति इति अन्ये वैयाकरणानां मतम्। अत्र भिन्न अन्यत् आसीत् चेत् खलु किमर्थं पृथक् सूत्रितम् अस्ति, किमर्थं प्रथमसूत्रं यत् अस्ति तत्र तुमुनुळौ क्रियायां क्रियार्थायाम् इति सूत्रेण किमर्थम् अत्र तुमुन् विधानं नास्ति, किमर्थं पृथक् सूत्रितम् अस्ति अत्र इति? प्रायः कर्ता भिन्न न भवेत् इति कारणे अत्र तु समानकर्तृकेषु इति नास्ति खलु, तत् अनुवृत्तिः नास्ति. अत्र मम चिन्तनं कुत्रचित् पठितवती इति मन्ये, कुत्रचित् अस्ति, यत्र शक्नोति अस्ति, यत्र क्रियार्था क्रिया इत्यस्मिन् साक्षात् क्रिया गच्छति इति, साक्षात् गमनम् इति एका क्रिया अस्ति खलु. यथा इच्छति इत्यस्मिन् अपि वयं तदेव पठितवन्तः, इच्छति इत्यस्मिन् तु यत्र इच्छति इति अस्ति, शक्नोति इति अस्ति, सहते अर्हति इति अस्ति, तत्र सर्वत्र तु साक्षात् किम् अस्ति, केवलं शक्नोति इति एव अस्ति, किन्तु साक्षात् सा क्रिया तु न सम्भवति खलु. शक्नोति इत्यस्मिन् यथा गमनक्रिया अस्ति तादृशं क्रिया तु तत्र न सम्भवति इति कृत्वा, साक्षात् क्रिया न सम्भवति इति कृत्वा तत्र तत्र तुमुण्णुळौ क्रियायां क्रियार्थायाम् इति सूत्रे न सूत्रितमस्ति. अन्यभिप्रत्य अपि भवितुं शक्नोति, अन्य कृते अपि भवितुं शक्नोति, अतः इति दत्तं समानकर्तृके इच्छति इति सूत्रे सद् अनन्तरं तत्तु भिन्नम् अस्ति. आम्, तदनन्तरं अक्रियार्थ उपपदम्, एतत्तु अक्रिया अस्ति खलु, यत्र शक्नोति इति वदामः साक्षात् क्रिया नास्ति, तत्र क्रिया किमपि एषः पठितुं शक्नोति इति न वदामि चेत् तत्र पठनं तु न साक्षात् न सम्भवति, क्रिया किमपि न सम्भवति, केवलम् अर्हः अस्ति, तेन योग्यः अस्ति, तेन कर्तुं शक्यते इत्येव तत्र अवबोधः जायते. अक्रिया उपपदम् अस्ति इति कृत्वा, क्रिया साक्षात् नास्ति इति कृत्वा पृथक् सूत्रितम् अस्ति इति. अस्तु, अग्रे इच्छार्थेषु अपि तथैव अस्ति किल, तथैव अस्ति. तत्र तु पृथक्तया तुमुन् अपि तत्र समानकर्तृकेषु इत्यपि आवश्यकता भवति, अत्र तु तस्य आवश्यकता कदाचित् अपि न भवति इति. किमर्थम् इत्युक्ते एकः पठितुम् अन्येन शक्यते इति न वक्तुं शक्यते खलु, पुत्रेण पठितुं पित्रा शक्यते इति न वक्तुं शक्यते इति कृत्वा तस्य आवश्यकता नास्ति, निश्चयेन समानकर्तृपदमेव अपेक्षितमस्ति इति. पुष्पा भगिनी अपि अस्ति, पठितुम् इच्छति वा पुष्पा भगिनी? पर्याप्तिवश वचनेशलम् अर्थेषु इति. एकनिमिष भगिनि, न एकनिमिष, अन्य कोऽपि अस्तु भगिनि. पर्याप्तिवचनेश्वलमर्थेषु सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसंज्ञकेषु शब्दकेषु शब्देषु धातोः तुमुन् स्यात्. पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका. अनेन सूत्रेण सुबन्ताः तुमुन् व्यवहारस्य कारणम्. युवकः कार्यं कर्तुं कुशलः. तत्र उपपदं सप्तमीस्तम् इत्यनेन इत्यस्य बलेन पर्याप्तिवचनेषु अलमर्थेषु इत्यनेन ये शब्दाः सूचिताः तेषाम् उपपदसंज्ञा भवति. पर्याप्तिवचनेषु अलमर्थेषु इत्यस्य सप्तमी विभक्तिकत्वात् च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रा तुमुन् प्रत्ययो विधीयते. पर्याप्तिः उच्यते यैः ते पर्याप्तिवचनाः, बहुव्रीहिः तेषु पर्याप्तिवचनेषु, अलमर्थः येषां ते अलमर्थाः, बहुव्रीहिः तेषु अलमर्थेषु, अलमर्थेषु इति मुद्रणदोषः अस्ति. तदनन्तरं शख धृष ज्ञा क्ला घट रभ लभ क्रम सह अर्ह अस्त्यर्ष अर्थेषु तुमुन् इत्यस्मात् तुमुन् इत्यस्य अनुवृत्तिः. प्रत्ययः परश धातोः इत्यस्मात् इत्यस्य इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश पर्याप्तिवचनेषु अलमर्थेषु इति. एकनिमिषम् अस्तु. अस्तु, तर्हि पर्याप्तिवचनेषु अलमर्थेषु इति सूत्रेण किम् उक्तमस्ति इत्युक्ते, अत्र अलम् इत्यनेन दैत्येभ्यः हरिः अलं दैत्येभ्यः हरिः समर्थः इत्यस्मिन् अर्थे समर्थस्य भावः अस्ति अत्र. सामर्थ्यम् अस्ति इति अलम् इति तस्य अलम् इति अन्य अलम् इति पदस्य अर्थद्वयं भवति. अनन्तरं पर्याप्ति इत्यस्यापि भिन्नर्थाः भवन्ति. अलम् इत्यस्यपि भिन्नार्थेषु आगच्छति. तर्हि अत्र कः अर्थः बोधितम् अस्ति इत्युक्ते यत्र पर्याप्ति पर्याप्तिवचनेषु इत्यनेन यत्र पर्याप्तः तत्र इत्युक्ते अलम् इति तत्र यत्र पर्याप्तः इत्यस्मिन् अर्थे आगच्छति, समर्थः इत्यस्मिन् अर्थे आगच्छति, तादृशपदेषु उपपदेषु इत्युक्ते यत्र तादृशपदम् उपपदरूपेण स्वीकृत्य उपस्थितौ भवतः भवति तदा उपस्थितिः इति पदानाम् उपस्थितौ तत्र धातुतः तुमन् प्रत्ययः विद्यते इति. अत्र तु साक्षात् पश्यामः चेत् सुबन्तानां विषये अस्ति. यत् किमर्थम् इत्युक्ते साक्षात् पर्याप्तिवचनं अलमर्थे यत्र प्रयोगः भवति सामान्यतया तुमुन् प्रत्यय तत्र तु किमस्ति सुबन्ताः भवन्ति. उदाहरणार्थं युवकः कार्यं कर्तुं कुशलः इति. कुशलः इति तु अत्र सुबन्तः सुबन्तपदम् अस्ति न तु क्रियापदम्. तदनन्तरं तत्रोपपदं सप्तमीस्तम् इत्यनेन तत्र उपपदम् इति संज्ञा भवति कुशलशब्दस्य. कुशलशब्दः नो चेत् अन्ये ये अन्यपर्याप्तिवचन अलमर्थशब्दाः ये सूचिताः भवन्ति तेषां तु उपपदसंज्ञा भूत्वा तदनन्तरं धातोः यत्र तत्र इति इत्यस्य अर्थः अस्ति उपस्थितौ इति. योगे इति नास्ति, तत्र उपस्थितौ धातुभ्यः तुमुन् प्रत्ययः विधीयते इति अत्र उक्तमस्ति. तर्हि तावदेव अस्ति खलु अग्रे प्रायः पठतु वा भगिनि. भगिनि प्रश्न, ये उपपदसंज्ञा भवति ते क्रियापदानि अपि भवितुं शक्नोति अपि सुबन्तपदानि इति अनेन सूत्रेण वयं ज्ञास्यामः इति. पठति वा पुष्पा भगिनि? तर्हि पुनः अरुणा भगिनी पठति वा भगिनि? आं भगिनि, अत्र द्वयोः पदयोः दलसार्थक अत्र तस्मात् पूर्वमपि पठनीयं पर्याप्तः. उदाहरणानि पर्याप्तः भोक्तुं, प्रवीणः भोक्तुं, कुशलः भोक्तुं, पटुः भोक्तुम्, अनेन कर्तुः सामर्थ्यम् उच्यते. खादने पर्याप्तः, प्रवीणः, कुशलः, पटुः ये शब्दाः सामर्थ्यवाचकाः च परिपूर्णतावाचकाः च. तदर्थं सूत्रे शब्दद्वयम् उक्तं पर्याप्तिवचनेषु अलमर्थेषु इति. द्वयोः अपि आवश्यकता अग्रे उच्यते. किमर्थं द्वयोः पदयोः दलसार्थक्यम् अत्र द्वयोः पदयोः दलसार्थक्यचिन्तनं पर्याप्तिवचनेषु किम् अलम् उक्त्वा पर्याप्तिवचनेषु अलमर्थेषु इत्यस्मिन् पर्याप्तवचनेषु इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य अलवर्ते उपपदे सति तुमुन् विधानं न स्यात्. नाम निषेधार्थकः अलं शब्दस्य अत्र व्यवहारः न भवेत्. नो चेत् अलं भुक्त्वा नाम मा खादतु इत्यस्मिन् निष्ठार्थे भविष्यति. ओके, सामान्यतया पर्याप्त वाचल अलमति सामान्यमेव, परन्तु पर्याप्तवचन शब्द अस्ति चेत् अलम् अति अन्य प्रयोजनं कर्तुं न शक्नोति, न करणीयं. केवलं अलम् इत्यस्य अर्थद्वयं भवति, भिन्नभिन्न अर्थेषु आगच्छति खलु. प्रथममस्ति सामान्यतया वयं भोजनेन अलम् इति वदामः खलु, क्रोधेन अलम् इति वदामः. तत्र किं निषेधार्थः अस्ति, मा क्रोधः मास्तु इति निषेधार्थः अस्ति. तर्हि सामान्यतया शर्करया अलम् इति वदामः, शर्करा मास्तु इति अर्थः. तत्र तु किमस्ति निषेधार्थकः सामान्यतया वयं प्रयोगं कुर्मः. अन्यथा अलम् इति पदस्य अन्यर्थः अस्ति हरि दैत्येभ्यः हरिः अलम् इति प्रयोगः. तत्र काशिकायां तादृशवाक्यम् अस्ति दैत्येभ्यः हरिः अलम्. तत्र इत्युक्ते समर्थः अस्ति हरिः इति अस्मिन् अर्थे अपि अलं शब्दस्य प्रयोगः भवति. तर्हि अत्र अलं अत्र तु अलं शब्दः केन अर्थेन प्रयुक्तः अस्ति इत्युक्ते पर्याप्तिवचनेषु इति सूत्रितम् अस्ति पाणिना. इत्युक्ते सामर्थ्यं बोधयितुं सामर्थ्यरू विशेषणविशेषभावः अस्ति खलु पर्याप्तिवचनेषु अलमर्थेषु इति अलम् इति अत्र प्रयोगः इति तत्र विशेषणविशेषभावः तर्हि कस्य अलं शब्दस्य कीदृश अलं शब्दस्य प्रयोगः इत्युक्ते तत्र पर्याप्तं दैत्यान् जेतुं हरिः एव पर्याप्तः अस्ति इति साधु अस्ति पर्याप्तः अस्ति इत्यस्मिन् अर्थे तत्र एतदेव दिस् इस् सामर्थ्यम् अस्ति प्रवीणः अस्ति इत्यस्मिन् अर्थे अत्र अलं शब्दस्य यत्र प्रयोगः भवति तस्य अलं शब्दस्य एव तत्र अत्र ग्रहणम् अस्ति न तु निषेधार्थकाले अलं शब्दस्य ग्रहणम् इति अवबोधं पाणिनिना अत्र पर्याप्तिवचनेषु इति तत्र स्वीकृतम् अस्ति. नो चेत् जनाः चिन्तयन्ति मास्तु इत्यस्मिन् अर्थे अपि तुमन् प्रत्ययस्य विहानं भवति इति अस्माकं भ्रमः जायते खलु. तदर्थं अलम् अर्थेषु इति सूत्रे सामर्थ्यम् इति अर्थमेव. सत्यं भगिनि सत्यं सत्यम् अग्रे निर्मला भगिनी पठति वा भगिनि पठितुं शक्नोमि भगिनी इदानीं पठामि. अलमर्थेषु किम् इति अस्ति खलु. क्षम्यताम् अलमर्थेषु कालमेव वेला अलमर्थेषु किम् पर्याप्तं भुङ्क्ते पर्याप्तिवचनेषु अलमर्थेषु पर्याप्तिवचनेषु अलमर्थेषु इत्यस्मिन् अलमर्थेषु इति दलम् अतः अस्ति येन सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदे सति तुमुन् विधानं न स्यात्. तत्तु सुमन् विधानं भवति नाम बहुवर्तकः पर्याप्तशब्दस्य अत्र व्यवहारः न भवेत्. वर्तकः पर्याप्तशब्दस्य अत्र व्यवहारः न भवेत् नो चेत् पर्याप्तं भुङ्क्ते नाम बहु खादति इत्यस्मिन् अनिष्टार्थे भविष्यति. अच्छा अलम् अत्र जलसामर्थ्यम् अत्र उच्यते. अत्र किम् अस्ति इत्युक्ते यदि पर्याप्तिवचनेषु अलमर्थेषु इति उक्तमस्ति तर्हि इत्युक्ते अलम् इति तु तत्र सामर्थ्यं बोधयितुम् अत्र सामर्थ्यशब्दः अर्थकशब्दः अस्ति इति अवगच्छामः. तर्हि केवलं पर्याप्तिवचनेषु इत्येव पर्याप्तं खलु. किमर्थम् अलम् इति पुनः किमर्थं तत्र अलम् इति अपि सूत्रितम् अस्ति इति प्रश्नः उदेति. किमर्थम् इत्युक्ते पर्याप्ति इति शब्दः अपि तस्यापि अनेके अर्थाः सन्ति. सामान्यतया नाम पर्याप्तं भोजनं पर्याप्तम् इति यत्र वदामि तदित्युक्ते बहु खादितवती पूर्णतया खादितवती बहु खादितवती इति कृत्वा अहं भोजनं पर्याप्तम् इति वदामि खलु. न तु समर्थ भोजनं समर्थम् अस्ति इति तु तत्र अनार्थः अस्ति. भोजनं पर्याप्तम् इति यत्र वदामि भोजनस्य सामर्थ्यम् अस्ति इति किमपि नार्थः नास्ति खलु. तत्र तु बहु खादितवती पूर्णतया खादितवती इति कृत्वा बहु अर्थः अस्ति तत्र पर्याप्त इति. तर्हि पर्याप्तशब्दस्य अपि अर्थद्वयं भवति इति कृत्वा तत्रापि भ्रमः मास्तु इति कृत्वा अलमर्थेषु इत्यपि प्रयुक्तम् अस्ति. यत्र पर्याप्तिवचनं यत्र अलमर्थे प्रयुज्यते तत्रैव तत्रैव अस्य सूत्रस्य तुमन् प्रत्ययस्य विधानं भवतु न तु भोजनं पर्याप्तं भोक्तुं पर्याप्तम् इति तत्र तु बहु खादितवती इत्यस्मिन् अर्थे बहु इत्यस्मिन् अर्थे मास्तु इति कृत्वा पदद्वयस्य प्रयोगः तत्र पदद्वयेन वयं गच्छामः सामर्थ्यम् इति अवबोधं तत्र उक्तमस्ति इति. एकं पदं त्यजामः चेत् अपि तत्र दोष किमस्ति व्यवहारः भवति. यदि अलम् इति त्यक्तमासीत् चेत् किं भवति, पर्याप्तिः इति नास्ति चेत् केवलम् अलम् इति स्वीकुर्मः चेत् सामर्थ्य ग्रहणं भवति, अनन्तरं सामर्थ्यम् इति पदस्य ग्रहणं भवति, तदनन्तरं मास्तु निषेधार्थकपदस्य अपि ग्रहणं भवति. किन्तु तथा एव किन्तु केवलं सामर्थ्यमेव इष्यते. तथा एव यदि अलम् इति न प्रयुक्तम् अस्ति चेत्, केवलं पर्याप्तिः इति प्रयुक्तम् अस्ति चेत् बहु इति अस्मिन् अर्थे अपि भवति स्म. किन्तु तद् अस्माकं नावश्यकं, केवलं सामर्थ्यम् इत्यस्मिन् अर्थे एव आवश्यकम् इति कृत्वा पदद्वयस्य प्रयोगः अपि कृतमस्ति. सामर्थ्यं भगिनी स्पष्टीकरणार्थम् अलं पर्याप्ति इति बहु अर्थक न इष्टं साधु. पर्याप्ति अपि बहु अर्थकः अस्ति, अलम् इत्यपि बहु अर्थकः अस्ति, पर्याप्तम् इति बहु अर्थकः अस्ति, बहु इति अर्थं बोधयति सूचयति न भवेत्, अतः अलम् अपि दत्तमस्ति. तद् न भवति इति यत्र पर्याप्तिवचन अलं शब्दः आगच्छति तादृश अलं शब्दस्य इति तत्र सामर्थ्यं यत्र समर्थः इति यत्र आगच्छति अर्थः तत्र प्रयोगः तुमन् प्रा. अस्तु तर्हि तावत् कृतवन्तः इति मन्ये खलु. न न अग्रिमसूत्रं कुर्मः किं न पठित पठामि. कालसमयवेलासु तुमुन् कालसमयवेला इव कालार्थवाचकशब्देषु उपपदेषु धातोः तुमुन् स्यात्. कालादिषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका. तदेन सूत्रेण अपि सुबन्ताः तुमुन् व्यवहारस्य कारणं समयः खलु स्नानभोजने सेवितुं. तत्र उपपदं सप्तमीस्थम् इत्यस्य बलेन कालसमयवेलासु इत्यनेन ये शब्दाः सूचिताः तेषाम् उपपदसंज्ञा भवति कालसमयवेलासु इत्यस्य सप्तमी विभक्तिकत्वात्. तेषाम् उपपदसंज्ञा भवति च तत्र इत्यनेन येष्ठ्याम् उपस्थितौ एव धातुमात्रा तुमुन् प्रत्ययो विधीयते. कालश्च समयश्च वेला च तेषाम् इतरेतरद्वन्द्वः. कालसमयवेलाः तासु कालसमयवेलासु कालसमयवेलासु सप्तम्यन्तं तुमुन् प्रथमान्तं द्विपदमिदं सूत्रं. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु इति. अग्रिमपङ्क्तिमपि पठति चेत् इतोपि सम्यक् अवगम्यते. अनेन सूत्रेण तुमुन् प्रत्ययः भविष्यति अपि नास्ति, इत्युक्ते भविष्यत्काले नास्ति, क्रियार्थं क्रिया अपि नास्ति, क्रियावाचकशब्दः अपि नास्ति. निदर्शने कालौ भोक्तुं समयः भोक्तुं वेला भोक्तुम् उचितसमयः आगतः खादनार्थम् इत्यर्थः. अपरेषु समानार्थकेषु पदेषु अपि भवति अनेहा भोक्तुम् इति. अवसरो अयम् आत्मानं प्रकाशयितुं नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः. अवसरार्थे अयं तुमुन् व्यवहारः भवति, अपरेषु स्थलेषु न भवति. कालः पचति भूतानीति एतत् न अवगतं. काशिका वदति यत् अत्र कालसमयवेला एते वेलासु इति एते सप्तमी विभक्त्याम् अस्ति इति कृत्वा तत्र उपपदं सप्तमीस्थम् इत्यस्य बलेन यदि कालः समयः या वेला इति एते शब्दाः प्रयुञ्जताः तदा तुमुन् प्रत्ययः विधीयते इति. तत्र इत्यनेन यदि कालसमयवेला इति अस्मासु अन्यतमः अस्ति चेत् येषु अन्यतमः अस्ति चेत् तेष्टस्य उपस्थितौ धातुमात्रा तुन्प्रत्ययः विधीयते इति अस्ति. अपि च अस्माभिः पठितं क्रियायां क्रियार्थायां भविष्यत्काले इति तत् तत्र तुन्प्रत्ययः भविष्यति भविष्यत्काले विहितः. क्रियार्था क्रिया इति गन्तुम् इच्छति एता न तत् क्रियार्था क्रिया अस्ति काल एषः क्रियार्था क्रिया नास्ति कालो भोक्तुं समयः भोक्तुं वेला भोक्तुं एतेषु प्रयोगेषु भविष्यत्कालस्य निदर्शन इङ्गितमपि नास्ति. उचित समयः आगतः खादनार्थम् इति अर्थः. अपरेषु समानकर् अर्थकेपि उपदेशः अपि भवति. अनेहः इत्युक्ते किं भगिनि? समयः इत्येव कालः इत्येव. अन् इह वा अनेहः इत्युक्ते कालः पदं भगिनि अनेहः तथैव अस्तु. अनेहास् इति पदं न हन्यते इति दगन् दट् केनाट् बि हिल् किल्ड् इति तादृश अर्थे कालः समयः इति तत्र अर्थः आगच्छति. अस्ति वा? हन् योग हन् धातुः न अ इति अत्र नयन् अस्ति. हन् योगः अस्मिन् प्रत्ययं योजयित्वा अनेहास् इति शब्दः सकारान्तपदं केवलम् अस्माकम् अवगमनार्थम् अवसरोऽयम् आत्मानं प्रकाशयति आत्मानं दर्शयितुं समयः आगतः इति उचितसमयः आगतः इति तस्य अर्थः अस्ति. अग्रिमवाक्ये कालः पचति भूतानि तत् न अवगतम्. तत्र कालः पचति भूतानि इत्यस्मिन् क्रिया किम् अस्ति? अस्तु अस्तु कालः इति अस्ति कर्ता इति रूपेण अत्र आगच्छति खलु न तु अवसरः इति. अस्तु पचति कालः पचति भूतानि पक्तुम् अवसरः इत्यस्मिन् कालः इति नास्ति. तदा भवति चेत् भूतानि पक्तुं कालः इत्यस्मिन् पक्तुम् इति कुमन् प्रत्ययस्य विधानं भवति. किन्तु अत्र तु तादृशवृक्षा नास्ति. कालः इति कर्ता इति रूपेण कर्तृपदरूपेण स्वीकृतमस्ति. अवसरः इत्यस्मिन् अपि नास्ति. कालसमयवेलायां अवसरस्य अस्तु अवसरस्य विषयः नास्ति. कालशब्दः अस्ति तथापि अवसरः इत्यस्मिन् नास्ति. किन्तु कालः इति कर्तारूपेण कर्तव्यं धन्यवादः भगिनि अवगतं. धन्यवादः. अन्यत् प्रश्नः सन्ति वा? अनन्तरं तु तव्यत्वेन दलसामर्थ्यम् अर्थं किं दलम् इत्युक्ते स्टेप् बै स्टेप् बै स्टेप् थाट् अस्ति खलु. एकैकं पदं सूत्रे एकैकं पदं पाणिनिना केनापि कारणेनैव सूत्रितमस्ति खलु. पृथक् सः तु तत्र अल्पाक्षरम् असन्दिग्धम् इति तत्र तत्र कारिका अस्ति खलु. एकं पदम् एकं मात्र तत्र पाणिनिना यदि प्रयुज्यते वैयाकरणे तत्र किमर्थं लाघवमेव सर्वे वैयाकरणाः इष्यन्ते इति तत्र खलु. तर्हि प्रत्येकस्य पदस्य सूत्रे कश्चन अर्थः स्यात् खलु. कश्चन तत्र कश्चन तत्र विधानस्य कृते कश्चन कारणं भवति खलु. तर्हि किमर्थं तादृशं सूत्रितम् अस्ति प्रत्येकस्य पदं स्वीकृत्य तस्य आवश्यकता अस्ति वा नास्ति वा. यदि पदं नास्ति चेत् अस्माकं तत्र क्लेशः कः भवति इति चिन्तनमस्ति खलु. तदेव दलसार्थक्यम्. धन्यवादः. समर्थयामः एकैकं पदं वयं समर्थयामः. यदि अत्र अस्मिन्नेव अत्र पदे वयं किमर्थं कालसमय वेलासु तुमुन् इति अस्ति. तत्र प्रत्येकं पदं यदि पाणिनिना त्यक्तं चेत् अन्यभिन्नार्थे भिन्नभ्रमः भवति खलु जनानां. तत्र स्पष्टता न भवति. उदाहरणार्थं पर्याप्तिवचनेषु अलमर्थेषु इत्यस्ति. तत्र अलम् इति न प्रयुज्यते. केवलं पाणिनिः पर्याप्तिवचनेषु अर्थेषु इति यदि सूत्रितवान् तर्हि कः दोषः भवति अवगमने इति तत्र अवबोधम्. अलम् इति किम् इति पृच्छामः वयमेव पृच्छामः अलम् इति किम् इति. अनन्तरं तस्य उत्तरं तत्र कष्टकरं वैयाकरणैः दत्तवती. तद्वयम् अवगच्छामः. यदि तद् न प्रयुक्तं चेत् कः दोषः स्यात् इति. साधु वा भगिनि. विरमामः. धन्यवादः. अस्तु भगिनि, धन्यवादः. शुभरात्रि. शुभरात्रि.